अद्यतनविषयः अस्ति भेदः पृथक्त्वं च. भेदः पृथक्त्वम् इत्यस्मिन् विषये प्राचीननायायिकानाम् एकं मतम् अपि च नव्यनायायिकानाम् एकं मतम् अस्ति. तर्हि तयोः मतं किम् अपि च मतभेदः कुत्र कुत्र वर्तते इत्यादिकम् अद्य परिशील्यते. तस्मात् प्राक् गते सप्ताहे अस्माभिः यः विषयः आरब्धः तस्य पुनरावर्तनं भवतु इति कृत्वा भेदः इत्युक्ते किम् इति किञ्चित् परिशीलयामः. भेदः इत्युक्ते अन्योन्याभावः. घटः पटः न, घटः पटाद् भिन्नः इत्यादिभिः प्रत्ययैः, नाम इत्यादिभिः ज्ञानस्य आकारैः यद् स्पष्टीक्रियते, यद्विषयीक्रियते, सः एव अन्योन्याभावः अथवा भेदः इति उच्यते. भेदः इत्युक्ते अन्योन्याभावः इति एव अस्ति. अन्योन्याभावं निर्दिशति घटः पटो न, घटः पटाद् भिन्नः इत्यादि प्रत्ययाः. तत्र घटः पटो न इत्यस्मिन् वाक्ये प्रतियोगिकः अनुयोगिकः इति कोऽपि वदति वा? घटः प्रतियोगी, अनुयोगी पटः. पटः अनुयोगी. पटः किमर्थम् अनुयोगी इति उच्यते? यत्र घटस्य विहाय सर्वत्र घट अभावः अस्ति, पटे अपि अस्ति तथैव. अवश्यम् अवश्यं. घटं विहाय यत्र कुत्रापि अभावः वर्तते तत्र तत्सर्वम् अनुयोगी इति उच्यते. तर्हि अत्र अनुयोगी वाचकपद उच्यतं महोदय? यत्र अभावः अस्ति तदेव अनुयोगी इति. सत्यं सत्यं. घटः प्रतियोगी अपि च पटः, पटः अभावस्य अधिकरणं, पटः अभावस्य अधिकरणम् अस्ति इति कृत्वा पटः अनुयोगी. घटः प्रतियोगी, घटे प्रतियोगिता, पटः अनुयोगी, पटे अनुयोगिता वर्तते. अभावस्य अधिकरणमेव अनुयोगी. अत्र भ्रमः मास्तु. पूर्वम् अस्माभिः दृष्टं यत् प्रतियोगी अनुयोगी इति विरुद्धपदे स्तः खलु. घटः घटाभावः इत्यस्मिन् स्थले घटः प्रतियोगी, घटाभावः अनुयोगी इति उक्तम्. परन्तु अनुयोगीपदस्य नूतनरीत्या विवरणं दत्तम् अस्ति पुस्तके. अनुयोगीपदस्य अधिकरणम् इत्यपि अर्थः अस्ति. कस्य अधिकरणम् अनुयोगी? अभावस्य. अस्तु, समीचीनम्. अभावस्य अनुयोगी अस्ति अधिकरणम्. अपि च अत्र अस्माभिः परिशीलितमासीत् अधिकरणसम्बद्धविषयः आसीत्. घटः पटो न इति अन्योन्याभावस्य प्रत्ययः अथवा शब्दरूपेण उच्चारणम् अस्ति अन्योन्याभावस्य. तथैव अत्यन्ताभावस्य प्रत्ययः कः? घटः पटात् पृथक्. न, घट अत्र भूतले नास्ति. समीचीनं, भूतले घटो नास्ति. राजेन्द्रमहोदय, भवता यदुक्तं तद् अग्रिमविषयः पृथक्त्वस्य. अधुना केवलम् अत्यन्ताभावस्य प्रत्ययः अथवा आकारः कः इत्युक्ते यथा भगिन्यौ वदतः तथा भूतले घटः नास्ति इति. तत्र किं दृष्टम् अस्माभिः? भूतले घटः न इत्यस्मिन् वाक्ये अनुयोगी कः, प्रतियोगी कः? अनुयोगी भूतलम् अस्ति, तत्र घटाभावः वर्तते. घटे प्रतियोगिता अस्ति, तदा तादात्म्य तस्मिन् सम्बन्धे तिष्ठत. अस्तु अस्तु अस्तु, केवलं भवत्या यदुक्तं भूतलम् इति अनुयोगी, किमर्थं भूतलम् अनुयोगी? अधिकरणमस्ति अभावस्य, अभाव वर्तते, आश्रय अभावस्य आश्रय भूतलम् अस्ति इति कृत्वा भूतलम् अनुयोगी. पुनः प्रतियोगी कः? प्रतियोगी घट अस्ति, घटे प्रतियोगिता वर्तते. अस्तु, इति समीचीनं. घटः प्रतियोगी, घटाभावस्य अधिकरणं भूतलम् अनुयोगी. अपि च वाक्यस्य आकारः कः अत्यन्ताभावस्थले? घटभूतले नास्ति, घटः भूतले नास्ति. तर्हि व्याकरणदृष्ट्या उच्यते चेत् अत्यन्ताभाव अन्योन्याभावयोः भेदः कः? घटप्रतियोगी प्रथमाविभक्तिः अस्ति, अनुयोगी सप्तमी विभक्तिः अस्ति. कुत्र? भूतले. अत्यन्त यत्र अभावः वर्तते आश्रय अधिकरणे तत्र. अस्तु, कीदृशः अभावः? जयन्ती भगिनी उच्यताम्. अत्यन्ताभावस्थले प्रतियोगी प्रथमाविभक्त्यान्तपदम्, अधिकरणं वा अनुयोगी सप्तमी विभक्त्यान्तपदम्. अन्योन्यभावस्थले द्वयोः प्रथमा इति समीचीनमस्ति. अन्योन्यभावस्थले घटः पटः न इत्यस्मिन् वयं किं पश्यामः? अनुयोगिनः अपि च प्रतियोगिनः प्रथमा विभक्ति इति अन्योन्याभावस्य विवरणमासीत्. अन्योन्याभावः एव भेदः इत्यपि उच्यते न्यायशास्त्रे. भेदः इत्युक्ते भिन्नता इति न, अन्योन्याभावः अपि भेदः इति उच्यते. अपि च वयं जानीमः घटस्य अन्योन्याभावः घटं विहाय सर्वत्र वर्तते. घटे प्रतियोगिता अस्ति, घटः स्वस्मिन् तादात्म्यसम्बन्धेन तिष्ठति इति कृत्वा घटे विद्यमानायाः प्रतियोगितायाः अवच्छेदकसम्बन्धः तादात्म्यसम्बन्धः. तदर्थं प्रतियोगिता भवति तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिता अन्योन्याभावस्थले. अपि च तादृशः अभावः भवति तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताक अभावः अन्योन्याभावः इति उच्यते. इति स्पष्टम् अस्ति इति मन्ये. अन्योन्याभावस्य प्रत्ययाः अपि च प्रतियोगितायाः अवच्छेदकसम्बन्धः अपि च व्याकरणरीत्या तत्र भिन्नता कुत्र वर्तते अत्यन्त अन्योन्याभावस्थले इति सर्वं स्पष्टमिति मन्ये. अस्तु, तदनन्तरम् इदानीं अभावः कुत्र वर्तते इति प्रश्नः. सप्तपदार्थाः सन्ति, सप्तसु पदार्थेषु अपि वर्तते वा इति. अस्ति अस्ति खलु. अभावः सप्तसु पदार्थेषु वर्तते, नाम द्रव्ये, गुणे, कर्मणि, कर्मणि विशेष, विशेष अभाव, सामान्यं, समवाय, समवाय इति सप्तपदार्थाः सन्ति. सप्तसु पदार्थेषु अपि अभावः वर्तते इति अभावः, विशेषतया अन्योन्याभावः अपि एकः अभावः खलु. तर्हि अन्योन्याभावः अपि सप्तसु पदार्थेषु वर्तते इति एकः अंशः अस्ति. इदानीं पृथक् उच्यतां भगिनि, षट्सु पदार्थेषु खलु, किमर्थं चेत् अभावः एव सप्त सप्तपदार्थः. किन्तु अभावः स्वस्मिन् अपि वर्तते. ओ अस्तु, इति एकं चित्रमस्ति, अनन्तरमपि द्रष्टुं शक्नोति. अष्टमे पुटे एकं चित्रमस्ति, सप्तपदार्थाः तत्र दत्ताः, अपि च तेषु सर्वेषु अभावः अस्ति इति अपि प्रदर्शितम्. अस्तु, तर्हि अभावः इति पदार्थः सप्तसु पदार्थेषु स्वस्मिन् अपि वर्तते. अनन्तरम् इदानीं पृथक्त्वम् इति कीदृशः पदार्थः, राजेन्द्रमहोदय वदति वा? पृथक्त्वं तु गुणः अस्ति, समीचीनं. पृथक्त्वं तु गुणः अस्ति. अस्तु, तर्हि इदानीं घटः पटात् पृथक् इत्यस्मिन् वाक्ये किं निर्दिष्टमस्ति? भेदं पृथक्त्वं तु न्यून्याभावस्य. हा, एकनिमिष एकनिमिष, राजेन्द्रमहोदय उच्यताम्. पृथक्त्वं तु पटे वर्तते. चिन्तयतु, घटः पटात् पृथक् इत्यादिभिः पृथक्त्वं तु घटे वर्तते. यदा घटः पृथक् पृथक्त्वं प्रथमाविभक्ति अस्ति, घटः अपि प्रथमाविभक्ति सामान्यमस्ति, तथा पृथक्त्वं घटे वर्तते. घटः पटात् पृथक् इत्यस्मिन् पृथक् इति प्रथमाविभक्ति, घटः प्रथमाविभक्ति, विशेषणविशेष्यभावः, पृथक्त्वम् इति विशेषणं, तर्हि विशेष्य स्यात् इति कृत्वा पृथक्त्वं घटे वर्तते इति बुद्धं वा? अपि च पृथक्त्वम् इति गुणः द्रव्येषु एव भवति, न तु गुणे. अस्तु, तर्हि इदानीं यदाहं वदामि रूपं घटात् पृथक् इति प्रत्ययः यदा भवति, तत्र तेन प्रत्ययेन किम् अवगाहते अथवा किं विषयीक्रियते? गुणः पृथक्त्वम् इति एकः गुणः, स्वयम् एकः गुणः. अस्तु, तर्हि गुणः गुणे वर्तते वा? गुणः गुणे अवश्यं न वर्तते. अस्तु, घटः पटात् पृथक् इत्यस्मिन् पृथक्त्वम् इति गुणः द्रव्ये घटे अस्ति इति अङ्गीकारः, परन्तु रूपं घटात् पृथक् इत्यस्मिन् वाक्ये अथवा प्रत्यये किम् अवगाहते, किं विषयीक्रियते? भेदः विषयीक्रियते वा अथवा पृथक्त्वं विषयीक्रियते वा? भेदः. किमर्थं भेदः? रूपमपि गुणः अपि पदार्थः. एकनिमिषः एकनिमिषः, रूपमपि गुणः, पुनः पृथक्त्वमपि गुणः. हा, रूपमपि गुणः, पृथक्त्वमपि गुणः. अतः रूपं घटात् पृथक् इत्यस्मिन् वाक्ये यद्यपि रूपम् अपि च पृथक् उभयोः समानविभक्तिकत्वं, तथापि पृथक्त्वं रूपे अस्ति इति न वक्तुं शक्नुमः, यतोहि गुणे गुणः न भवति इति अङ्गीकारः. तस्मिन् विषये काचित् चर्चा अपि जाता, किमर्थं गुणः गुणे न वर्तते, यतोहि गुणस्य समवायीकारणं द्रव्यं, द्रव्ये एव गुणः जायते, गुणः गुणे पुनः अपरस्मिन् गुणे न जायते इत्यादिकं चर्चितं. तर्हि रूपे पृथक्त्वं न भवितुमर्हति इति कृत्वा रूपं घटात् पृथक् इति तादृशं वाक्यं यत्र भवति, पृथक्त्वेन सह अपरः गुणः यत्र दृश्यते, तादृशैः प्रत्ययैः पृथक्त्वं न अवगाहते, अपि तु अवगाहते. हा, सम्यक्, भेदः एव अवगाहते. तर्हि एतत् सर्वम् एतावत्पर्यन्तं यत् चर्चितम्, एतत् सर्वं प्राचीननैयायिकानां मतमासीत्. तेषां मतं किं? भेदः भिन्नः. भेदः इत्युक्ते अन्योन्याभावः, पृथक्त्वम् इत्युक्ते गुणः भेदात् भिन्नः इति. अस्तु, इति प्राचीननैयायिकानां मतं. भेदः इति अन्योन्याभावः सप्तसु पदार्थेषु वर्तते, पृथक्त्वम् इति गुणः कुत्र वर्तते? द्रव्येषु एव. नवद्रव्यवृत्तिः इति उक्तं, नवसु द्रव्येषु वर्तते पृथक्त्वम् इति प्राचीननैयायिकानां मतम्. अधुना अग्रे गत्वा एतस्मिन् विषये नवीननैयायिकाः किं वदन्ति इति अद्यतनविषयः भवति. भिन्नः भेदः इति तस्मिन् वाक्ये पृथक्त्वं किमर्थं पृथक्त्वविषयम् आगच्छति इति अहं सम्यक् न मया सम्यक् न अवगतं, किमर्थं चेत् भिन्न यत्तु यत्तु अवगतं घटः रूपो न इति, तत्तु भेदः तस्मात् भेदः एव अवगम्यते, न तु अवश्यम् इति तत् अवगतं, किन्तु तत्र किमर्थं तत् प्रश्नः एव उदेति इति अहं सम्यक् न मया न सम्यक् अवगतम्। अस्तु, अत्र एवमस्ति यत् पृथक्त्वम् इति एकः गुणः अस्तु चतुर्विंशतिगुणेषु एकः। तर्हि ते किं वदन्ति इत्युक्ते एषः गुणः पृथक्त्वम् इति गुणः सर्वेषु द्रव्येषु भवति एव इति। अस्तु, तर्हि यत्र कुत्रापि पृथक् इति व्यवहारः भवति तत्र तत्र पृथक्त्वगुणः अवगाहते, न तु भेदः इति। पूर्वस्मिन् पृथक्त्वस्य लक्षणवाक्यम् अस्ति पृथक् व्यवहार असाधारणं कारणं पृथक्त्वम् इति। इत्युक्ते यत्र कुत्रापि तादृशशब्दप्रयोगः भवति पृथक् तदा पृथक्त्वम् इति गुणः अवगाहते, न तु भेदः इति पुरातननैयायिकानां मतम्। किमर्थं शब्दः क्षमता भवती सम्पूर्णं करोतु, अनन्तरं प्रश्नं पृच्छामि। अस्तु अस्तु, लक्ष्मी भगिन्याः प्रश्नः किमर्थम् अयं विषयः आगतः इति आसीत् खलु भगिनि। तर्हि शब्दप्रयोगस्य कारणत्वम् अस्ति पृथक्त्वे, अपि च सः पृथक्त्वम् इति भेदः अन्योन्य यद्यपि पृथक्त्वम् इत्यनेन भिन्नता प्रदर्श्यते तथापि पृथक्त्वं भेदः नास्ति अथवा अन्योन्याभावः नास्ति, अन्योन्याभावः भिन्नः पृथक्त्वं भिन्नः इति पुरातननैयायिकैः उच्यते। ओ अस्तु अस्तु, पृथक्त्वम् इति अन्योन्याभावः न अस्तु। तदर्थमेव एतत् सर्वं तैः प्रदर्शितं तत्र आकारे, आकारे नाम ज्ञानस्य शब्दरूपेण व्यवहारः, ज्ञानस्य आकारे भेदः अस्ति, अन्योन्याभावस्थले वाक्यं भवति घटः पटः पटो न, अपि च पृथक्त्वस्य आकारे वाक्यं भवति घटः पटात् पृथक् इत्यादिकं, तत्सर्वं कृत्वा पुरातननैयायिकैः उक्तमस्ति अन्योन्याभावः भिन्नः पृथक्त्वं भिन्नम् इति। अस्तु, सन्ध्या भगिनी। हा, तर्हि तत्र यदि पृथक्त्वम् इति वा पृथक् इति पदं द्रव्ययोः सन्दर्भे यदि उपयोगं कुर्मः तर्हि पृथक्त्वं दृश्यते, परन्तु यदि द्रव्य अनन्तरं गुणः यथा रूपः रूपं घटात् पृथक् इति वदामः तत्र यतः वाक्ये तत्र एकम् एव द्रव्यमस्ति एकः तु गुणः अस्ति इति कृत्वा यदि गुणः इति वाक्ये अस्ति चेत् पृथक् इति पदं पृथक्त्वं न दर्शयति भेदः, तर्हि सन्दर्भानुसारं पृथक् पदस्य तत्र अर्थः भिन्नः भवति इति अवगमनं सम्यक् वा? सम्यक् भगिनि, अवश्यम्। अस्तु, इति प्राचीनानां मतं, भवत्या एतावता यदुक्तं तत् प्राचीनानां मतम्। नूतननैयायिकाः किं वदन्ति इति अग्रिमः विषयः अस्ति। अस्तु, तर्हि सूक्तिललन्तिका इति अस्मात् आरभ्य अद्य पठेम, सप्तनवतितमे पुटे। जयन्ती भगिनी पठति वा? आं भगिनि, सूक्तिललन्तिका, भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः। अत्र इदं विचार्यते भवति भेदेन सर्वत्र निर्वाहः, ये तावत् पूर्वोक्ताः प्रत्ययाः पृथक्त्व अवगाहित्वेन उपन्यस्ताः तेषि भेद एव विषयः, न च विनिगमनाविरहः। रूपादौ रसादिप्रतियोगिकभेदस्य उभयवादिसिद्धस्य क्लृप्तत्वात् गुणानङ्गीकारेण पृथक्त्वेन रूपं न रसः इत्यादि प्रतीतेः अनिर्वाहात्। अत्र मन्दं मन्दं गच्छेम, भवती प्रथमवाक्यद्वयम् इति किञ्चित् प्रतिपादयतु, भेदः एव पृथक्त्वम् इत्यस्मात् आरभ्य. अस्तु, भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः. यत् वयं दृष्टवन्तः एतावता पृथक्त्वम् इति पदं गुणं निर्दिशति, भेदः अन्योन्याभावं निर्दिशति. अन्योन्याभावस्थले भेदः इति प्रयोगः भवति. भेदः तु सप्तसु पदार्थेषु वर्तते, परन्तु पृथक्त्वं तु नवसु द्रव्येषु एव इति प्राचीनानां मतम् अस्ति. अत्र नव्यनयायिकानां मतम् अत्र दीयते. ते वदन्ति यत् भेदः एव पृथक्त्वं, द्वयोः समानार्थकपदम् इति ते वदन्ति. तस्य विवरणम् अत्र दीयते. तेषाम् आक्षेपः अस्ति भेदः पृथक्त्वम् इति भिन्न भिन्न नामकरणानि न आवश्यकानि, ते द्वयमेव समानमेव. तस्य आक्षेपस्य निवारणम् अस्ति अत्र. इत्युक्ते आक्षेपस्य निवारणम् इत्युक्ते आक्षेपस्य आधारः एव न, तत् सत्यं न, द्वयं भेदः पृथक्त्वं द्वयोः समानं न इति इत्यस्य विवरणम् अग्रे दीयते. तर्हि सर्वैः अवगम्यते वा? नूतननयायिकानां मतम् इदं, भेदः एव पृथक्त्वम् इति. अस्तु, इति नूतननयायिकाः आक्षेपं कुर्वन्ति. प्राचीनैः यदुक्तं तद् नास्ति, तथा नास्ति, भेदः एव पृथक्त्वम् इति नूतननयायिकानाम् आक्षेपः अथवा आरोपः. अस्मिन् विभागे तस्य आक्षेपस्य निरासः अथवा निवारणं यथा भगिन्या उक्तम्. इत्युक्ते देवदत्तमहोदयेन भेदः एव पृथक्त्वम् इति प्रथमतया प्रदर्शयित्वा नवीननयायिकानां मतानुगुणं, तदनन्तरं तथा नास्ति इति अपि निवारणं कृतमस्ति. अस्तु, इति अग्रे अस्मिन् विभागे तथा अस्ति. तस्मात् प्राक् किमर्थं नयायिकाः, नूतननयायिकाः भेदः एव पृथक्त्वम् इति उक्त्वा प्राचीनानां मतं न अङ्गीकुर्वन्ति इति पश्येम. अस्तु भगिनि, अग्रिमवाक्यम्. अत्र इदं विचार्यते, भवति भेदेन सर्वत्र निर्वाहः. सर्वत्र भेदेन निर्वाहः भवति इति अस्ति. इत्युक्ते भेदः सर्वत्र वर्तते, सप्तसु पदार्थेषु वर्तते. यथा वयं भेदस्य पृथक्त्वस्य च कः विशेषः इति भागे वयं दृष्टवन्तः, एकः पदार्थः अन्यपदार्थात् पृथक् इति बहुषु सन्दर्भेषु वयं द्रष्टुं शक्नुमः इति अस्ति खलु. तावदेव अस्ति. सर्वत्र इत्युक्ते सप्तसु पदार्थेषु, न्यायशास्त्रे यावन्तः पदार्थाः लक्षिताः तेषु सर्वेषु भेदः अस्ति इति निर्वाहः. पृथक्त्वं द्रव्ये एव अस्ति खलु. पदार्थेषु, सप्तसु पदार्थेषु नास्ति. सप्तसु एकः पदार्थः द्रव्यं, तस्मिन् पृथक्त्वम् अस्ति, परन्तु भेदः तथा नास्ति. भेदः इति अन्योन्याभावः सप्तसु भवति. अस्तु भगिनि, अग्रे. ये तावत् पूर्वोक्ताः प्रत्ययाः पृथक्त्व अवगाहित्वेन उपन्यस्ताः, तेषां हि भेद एव विषयः. एतावता ये प्रत्ययाः पूर्वोक्ताः इत्युक्ते अस्माकं पठनेन याः प्रत्ययाः आसन् पृथक्त्वम् इति गुणः पृथक्त्वं नवसु द्रव्येषु एव वर्तते रूपं घटः न इत्यस्मिन् प्रत्यये भेदः भेदमेव निर्दिशति इत्याद्यः प्रत्ययाः पृथक्त्व अवगाहित्वेन उपन्यस्ताः तेषां हि भेद एव विषयः भेदः इत्यस्य विषयम् एव ते सर्वे इति अस्ति खलु भगिनी तर्हि ये तावत् पूर्वोक्ताः प्रत्ययाः ते के घटः पटात् पृथक् इति अथवा रूपं घटात् पृथक् इति प्रत्ययाः यत्र कुत्रापि पृथक् पृथक् इति श्रूयते तादृशपृथक्त्वावगाहिनः प्रत्ययाः तेषां भेदः एव विषयः इति नूतनाः वदन्ति यद्यपि प्राचीनाः वदन्ति भेदः भिन्नः अपि च पृथक्त्वं भिन्नं तथापि नूतनानां मतम् अस्ति एतावता यदुक्तं घटः पटात् पृथक् रूपं घटात् पृथक् इत्यादि पृथक्त्वावगाहिप्रत्ययैः पृथक्त्वावगाहित्वेन उपन्यस्ताः इत्युक्ते पृथक्त्वम् इत्यनेन उच्चारिताः तेषां सर्वेषां भेदः एव विषयः न तु पृथक्त्वम् इति अवगच्छन्ति वा द्रव्याणां विषयेषु अपि पृथक्त्वस्य स्थाने भेदः एव अवश्यम् अस्तु अस्तु एतावता यत्किमपि उक्तम् इदं पृथक् एतस्मात् अथवा अयं पृथक् इति यत्किमपि उक्तं पृथक् इति उपयुज्य तेन भेदः एव दर्शितः न तु पृथक्त्वम् अग्रिमवाक्यं पठतु भगिनि आम् न च विनिगमना विरहः यथा महोदयेन उक्तं विनिगमना इत्युक्ते यत्र विकल्पद्वयम् अस्ति एकस्य विकल्पस्य स्वीकरणं वा यदा वयं चिनुमः तद् विनिगमना इति अस्ति तस्य अभावः विरहः इत्युक्ते अभावः इत्युक्ते न विनिगमना विरहः इत्युक्ते न निश्चितः वा भगिनि अस्तु विनिगमना इत्युक्ते यथा भवत्या उक्तं द्वयोः विकल्पयोः मध्ये एकं समीचीनम् इति युक्तिः इति विनिगमना इत्युक्ते विकल्पद्वयम् अस्ति यथा महोदयेन अपि उक्तं वर्गे अद्य वयम् अहं कार्यालयं कार्यानेन गच्छामि वा अथवा पादाभ्यां गच्छामि वा इति विकल्पद्वयम् अस्ति चेत् येन केनापि वेगेन गन्तुं शक्नोमि तदहं चिनोमि इति कृत्वा तत्र विनिगमना इत्युक्ते द्वयोः मध्ये एतदेव युक्तम् इति चयनम् अस्तु तर्हि विनिगमना विरहः इत्युक्ते तादृशयुक्तेः चयनार्थं या युक्तिः आवश्यकी तादृशयुक्त्याः अथवा युक्तेः अभावः युक्तिः इत्युक्ते किं वदामः डिसिशन् मेकिङ्ग् एबिलिटि उभयोः मध्ये कः साधुः इति चयनार्थं या युक्तिः तादृशयुक्तेः अभावः इति विनिगमनाविरहः तर्हि अत्र तादृशविनिगमनाविरहः नास्ति अत्र इत्युक्ते अत्र पृथक्त्वम् अथवा भेदः तयोः मध्ये पूर्वं पूर्वस्मिन् वाक्यं पठतु गोपालमहोदय. एतावत् पूर्वोक्तोः प्रत्ययाः पृथक्त्व अवगाहित्वेन उपन्यस्ताः तेषां हि भेद एव विषयः. तत्र पूर्वं यदा पृथक् घटः पटात् घटः पृथक् पटात् पृथक् इति तत्र सामान्यतया पृथक्त्वम् उपयुज्यते, परन्तु तदेव निर्दिशति भेदः एव. तत्र तत्र पृथक्त्वम् अथवा भेदः तयोर्मध्ये किमपि भेदः अथवा अभावः नास्ति. तथा नास्ति. इदं वाक्यं यदुक्तं पृथक्त्वा अवगाहित्वेन भेदः एव विषयीक्रियते इति यद्वाक्यं युक्तं, तस्मिन् कोऽपि सङ्घर्षः नास्ति. नाम तद् साधु वा न वा इति चयनार्थं कोऽपि सङ्घर्षः नास्ति इति कृत्वा न च विनिगमनाविरहः इति उक्तम्. इत्युक्ते तर्कः नास्ति वा भगिनि? विनिगमनाविरहः इत्युक्ते विनिगमनविरहः इत्युक्ते युक्तेः अभावः. निश्चयेन वक्तुं यदा न शक्नुमः तदा विनिगमनविरहः इति स्थितिः. अस्तु, निश्चयेन न वक्तुं शक्नुमः इति विनिगमनविरहः इति स्थितिः. परन्तु अस्यां स्थित्यां कस्यां स्थित्यां पृथक्त्वेन भेदः एव विषयीक्रियते वा अथवा पृथक्त्वेन पृथक्त्वम् एव विषयीक्रियते वा इत्यस्यां स्थित्यां विनिगमनाविरहः नास्ति. नाम युक्तेः अभावः नास्ति इति बुद्धं. किमर्थं युक्तेः अभावः नास्ति, किमर्थं विनिगमनाविरहः नास्ति इति अग्रिमवाक्यद्वये उक्तमस्ति. अत्र भ्रमजनात्मकं किमपि नास्ति, नूतनपदं तावदेव. विनिगमनाविरहः इत्युक्ते युक्तेः अभावः तावदेव. तत्र डबल् नेगेटिव् अपि, न च विनिगमनविरहः इति. किमर्थम् एवं कठिनवाक्यं न ज्ञायते महोदय? अस्तु, किमर्थं विनिगमनविरहः नास्ति इति अग्रे पश्येम. राजेन्द्रमहोदय पठति वा? आम् आं भगिनि. रूपादौ रसादिप्रतियोगिकभेदस्य उभयवादी सिद्धस्य कलर्पित्वात् क्षम्यताम्, क्लृप्तत्वात् इति अस्ति, तदपि क्लिष्टकरं. रूपादौ रसादिप्रतियोगिकभेदस्य अस्तु, खण्डशः पश्येम. इदानीं रूपादौ रसादिप्रतियोगिकभेदस्य इत्यस्य अर्थः कः? रूपः रसः यथा तत्र प्रतियोगिकभेदः. इदानीं चिन्ता नास्ति, अन्य कोऽपि साहाय्यं करोति वा? केवलम् इदम् उक्तमस्ति, रूपादौ रसादिप्रतियोगिकभेदः इति. रसे प्रतियोगिता अस्ति चेत् अस्मिन् वाक्यतः इतः वाक्यतः रसे प्रतियोगिता अस्ति तर्हि रूपे अनुयोगिता, रूपे रसस्य प्रतियोगिताक अभावः अस्ति. हा, समीचीनं. रसादि प्रतियोगिताकाभावः इत्युक्ते रसस्य अन्योन्याभावः इति भावः. तत्तु अङ्गीक्रियते खलु उभयोः, उभाभ्यामपि. रूपमिति गुणः तस्मिन् रसादिप्रतियोगिकभेदः अस्ति, रसस्य अन्योन्याभावः अस्ति. रसादि इत्युक्ते चतुर्विंशतिगुणेषु यत्किमपि भवितुमर्हति. हा सत्यं सत्यं, रूपं विहाय अन्यत् सर्वं, रूपं स्वस्मिन् अस्ति. रूपं विहाय रसादयः यद् ये भवन्ति, रूप रसगन्धस्पर्श इत्यादयः, रूपे तेषां भेदः नाम रसादि रसप्रतियोगिकभेदः, स्पर्शप्रतियोगिकभेदः, गन्धप्रतियोगिकभेदः, तादृशं रूपे अस्ति वा? अवश्यमस्ति खलु. इति उभयवादिसिद्धस्य नाम उभयवादिनोः अपि तत्र सम्मतम् अस्ति इति कृतत्वा. अवश्यम् उभयवादिसिद्धस्य क्लृप्तत्वात्, क्लृप्तत्वात् इत्युक्ते सिद्धम् अस्ति इति, साधुः इति अङ्गीकृतम् अस्ति. भगिनी अत्र चतुर्षु गुणेषु एव तेषां गुणेषु एव अन्योन्याभावः अस्ति इति तेषां मतं वा? रूपरसगन्धस्पर्श परस्परौ अन्योन्याभावः अस्ति इति मतं वा? हा तत्तु सत्यं, परन्तु अत्र किं वक्तुम् इच्छन्ति चेत् प्राचीननैयायिकाः वदन्ति, यदा सन्ध्या भगिनी प्रारम्भे उक्तवती खलु रूपं घटात् पृथक् इति इत्यादिषु सन्दर्भेषु पृथक् इति गुणः, रूपम् इति गुणः, तस्मात् पृथक्त्वं रूपे अस्ति इति न अङ्गीक्रियते खलु. परन्तु रूपे घटस्य अभावः अस्ति इति तु अङ्गीक्रियते, यतोहि अभावः सप्तसु पदार्थेषु वर्तते, प्राचीननायायिकैः अपि अङ्गीकृतम्, अधुना नव्यनायायिकैः अपि अङ्गीकृतम् इत्येव अस्य वाक्यस्य अर्थः. रूपादौ रसादिप्रतियोगिकभेदस्य उभयवादिसिद्धस्य क्लृप्तत्वात् इति. भगिनी तत्र उभयवादिसिद्धं तत् उभयम् इत्युक्ते किं, द्वयम् इति कृपया वदति वा पुनः? वादिद्वयं सः अस्ति खलु, प्राचीनवादिनः नवीन प्राचीननैयायिकाः नवीननायायिकाः इति उभयवादिद्वयम् अस्ति. पक्षद्वयं तर्हि अत्र पक्षद्वयं तावदेव. अस्तु भगिनि, अस्तु, उभाभ्यां पक्षाभ्याम् इदम् अङ्गीक्रियते यत् यद्यपि रूपगुणरूपः इत्यादिगुणेषु पृथक्त्वं तु नास्ति, तत् तत्तु सत्यं, परन्तु भेदः अभावः तु अस्ति रूपादौ इति अङ्गीक्रियते. इदानीं राजेन्द्रमहोदय किञ्चित् स्वस्य वाक्यैः वक्तुम् इच्छति वा? यथा रूपे रसादि अन्ये गुणाः सन्ति, तस् प्रतियोगिक अभाव अनुयोगिक भावः अस्ति तत्र, किञ्चित् न स्पष्टम् अस्ति. अस्तु अस्तु, रूपम् इति गुणः, रूपे रसः अस्ति वा? नास्ति. तर्हि रूपे रसस्य, हा रूपे रसस्य अन्योन्यभावः अस्ति खलु, अन्योन्यभावः एव भेदः इत्यपि उच्यते. अस्तु, रूपे रसस्य अन्योन्यभावः अस्ति इति कृत्वा रूपम् अनुयोगी, रसः कः? प्रतियोगी. प्रतियोगी, समीचीनम्. तर्हि इदानीं वाक्यं वदतु, रसादिप्रतियोगी इति वाक्यं किम् अस्ति तत्र? रसनिष्ठप्रतियोगिता प्रतियोगिता रूपनिष्ठ अनुयोगिता अन्य अन्य अभावः हा तावदेव अस्ति रसादि निष्ठ प्रतियोगिता निरूपितभेदः अथवा अन्योन्यभावः रूपे अस्ति तावदेव अस्य वाक्यस्य अर्थं तादृश अभावः रूपे अथवा गुणेषु सर्वेषु गुणेषु अन्योन्यभावः अस्ति इति नयायिकाः प्राचीननयायिकाः अपि अङ्गीकुर्वन्ति नवीननयायिकाः अपि अङ्गीकुर्वन्ति इति कृत्वा अत्र उक्तमस्मिन् वाक्ये उभयवादिसिद्धस्य उक्तत्वात् पञ्चमी अस्ति कारणपञ्चमी खलु किमर्थं पञ्चमी अस्ति तत्र यतोहि न च विनिगमनाविरहः इति उक्तं पूर्वस्मिन् वाक्ये किल तस्य स्पष्टीकरणार्थम् इदं कारणं दत्तं क्लृप्तत्वात् कस्य क्लृप्तत्वात् उभयवादिसिद्धस्य क्लृप्तत्वात् कस्मिन् विषये उभयवादिसिद्धत्वम् अस्ति रूपादौ रसादि प्रतियोगिताक अभावः अस्ति इति उभयवादिसिद्धं सिद्धः विषयः तस्मात् विनिगमनाविरहः नास्ति इति बुद्धं वा अस्तु तर्हि लक्ष्मी भगिनी अग्रिमवाक्यं पठति वा आं भगिनि गुणगुणे गुणानङ्गीकारेण पृथक्त्वेन रूपं न रसः इत्यादि प्रतीतेः अनिर्वाहात् पुनः पठामि एकवारं गुणे गुणान् अङ्गीकारेण पृथक्त्वेन रूपं न रसः इत्यादि प्रतीतः अनिर्वाहात् अस्तु गुणे अनङ्गीकारेण अस्तु गुणे गुणे गुणः नास्ति इति कारणेन पृथक्त्वेन गुणे गुणः नास्ति इति कारणेन पृथक्त्वेन रूपं न रसः रूपं रसात् भिन्नः न रूपं रसयोः मध्ये पृथक्त्वम् इति गुणः रूपे नास्ति रसे नास्ति इति पृथक्त्वमपि गुणः अस्ति पृथक्त्वमिति गुणः रूपे अपि रसे अपि नास्ति इति अङ्गीकरणेन अनङ्गीकारेण इत्यादि प्रतीतेः अनिर्वाहात् अङ्गीकारेण न भगिनि गुणान् गुण प्लस् अनङ्गीकारेण इति सवर्णदीर्घसन्धिः जातः तत्र गुणानङ्गीकारेण इति अस्तु इति तर्हि रूपं न रसः इत्यादि प्रतीतेः पृथक्त्वम् अवगाहते वा भेदः अवगाहते वा लक्ष्मी भगिनी भेदः अवगाहते न तु पृथक्त्वं न तु पृथक्त्वं प्राचीननयायिकानां मतः खलु प्राचीननयायिकानां मतम् अपि च नवीन अस्तु नवीनानामपि तदर्थम् अत्र उक्तं न च विनिगमनाविरहः इति अस्तु अस्तु अस्तु तर्हि इदानीम् आरम्भतः इदं परिच्छेदम् एकवारं पठतु तदा स्पष्टं भवति खण्डशः वयं दृष्टवन्तः आरम्भतः पठतु अत्र इदम् अत्र इदं विचार्यते भवति भेदेन सर्वत्र निर्वाहः इत्युक्ते सप्तषु पदेषु भेदः अन्योन्यभावः अस्ति एतावत् पूर्वोक्ताः प्रत्ययाः पृथक्त्व अवगाहित्वेन उपन्यस्ताः तेषां हि भेद एव विषयः पूर्वं अस्मिन् पूर्वं यत् पूर्वं यत् घटः पटात् पृथक् इति विचारितवन्तः तत्सर्वं पृथक्त्वम् इति पृथक्त्वम् पृथक्त्वस्य पृथक्त्वस्य अवगाहः येन क्रियते घटः पटात् पृथक् इत्यादिभिः प्रत्ययैः तेषां भेदः एव विषयः न तु पृथक्त्वम् सत्यं सत्यं महोदय भेदः एव निर्दिशति अत्र विनिगमनविरहः नास्ति अस्तु अस्तु हा अस्तु तर्हि अधुना सन्ध्या भगिनी किमर्थं विनिगमनविरहः नास्ति इति किञ्चित् वदति वा तत्र यतोहि तत्र भेदः एव दृश्यते तत्र पृथक्त्वं न दृश्यते अतः तत्र पृथक्त्वम् अस्ति वा भेदः अस्ति वा इति प्रश्नः एव न जायते अतः तस्य प्रश्नस्य तत्र तयोः विकल्पद्वयोः पृथक्त्वं वा भेदः वा इति यदि विकल्पौ इति यदि चिन्तयामः तर्हि विकल्पद्वयोः तत्र एकस्य विकल्पस्य चयनं कुर्मः इत्यस्यपि आवश्यकता नास्ति अतः विनिगमनविरहः नास्ति इति अस्तु अत्र विकल्पद्वयम् इति यद्भवत्या उक्तं विकल्प एकः विकल्पः अस्ति प्राचीनानां मतं द्वितीयः नवीनानां मतम् इति विकल्पद्वयम् ओ अस्तु उभयोर्मध्ये एकस्य चयनं भवति नवीनानां मतम् इति चयनं नवीनानां मतं किं पृथक्त्वावगाहित्वेन भेदः एव विषयीकृतः इति नवीनानां मतं तस्य मतस्य चयने विनिगमनाविरहः नास्ति विनिगमनाविरहः किमर्थं नास्ति इति अग्रिमवाक्यद्वये अस्ति तर्हि किमर्थं विनिगमनविरहः नास्ति इति इदानीं भवती वदतु अग्रिमवाक्यद्वयस्य सारांशः पठतु इतोपि एकवारं नास्ति चिन्ता अस्तु तर्हि रूपादौ रसादिप्रतियोगिकभेदस्य उभयवादिसिद्धस्य क्लृप्तत्वात् तर्हि अत्र विकल्पः इत्युक्ते यद् प्राचीनः वदन्ति अपि च यद् नव्यनैयायिकाः वदन्ति तत्र विकल्पः यदि वदामः तत्र विनिगमनविरहः नास्ति तर्हि किमर्थम् इत्युक्ते तत्र रूपे रसः नास्ति इति यदि वदामः तर्हि तत्र प्रतियोगिता दृश्यते सा प्रतियोगिता अभावः एव अस्ति अन्योन्याभावः एव अस्ति इत्युक्ते भेदः एव अस्ति इति द्वाभ्यामपि अपि पक्षाभ्यां तत्र अङ्गीकारः अस्ति तेषां इत्युक्ते तत्र साधु इत्येव वदन्ति पक्षद्वयमपि अतः तत्र विनिगमनविरहः नास्ति इति प्रथमकारणं तदर्थं पञ्चमघटितपदमस्ति क्लृप्तत्वात् इति कारणपञ्चमी अपरं कारणं किम् अग्रिमवाक्यमस्ति गुणे गुणानङ्गीकारेण पृथक्त्वेन रूपं न रसः इत्यादि प्रतीतेः अनिर्वाहः तर्हि द्वितीयं कारणम् अस्ति तत्र गुणे गुणः न भवितुमर्हति अतः तत्र रूपं रसः नास्ति इति सिद्धमस्ति. हा, किन्तु रूपः न रसः इत्यस्मिन् प्रसङ्गे पृथक्त्वम् इति विषयः अवगाहते वा इति. न, रूपः रसः न इति वदामश्चेत् तत्र भेदः एव अवगम्यते, न तु पृथक्त्वम् इति द्वितीयवाक्यम् अस्ति. यतोहि गुणे गुणस्य अनङ्गीकारात् पृथक्त्वं रूपे वा रसे वा न भवितुमर्हति इति कृत्वा अत्र विनिगमनविरहः नास्ति. नाम पक्षद्वयम् अस्ति, अस्तु, प्रत्येकस्य पक्षस्य भिन्नं मतम् इति विकल्पद्वयं. किन्तु नव्यनैयायिकाः वदन्ति यद्यपि मतभेदः वर्तते तथापि पूर्वं यदुक्तं पृथक्त्वघटितवाक्यानि घटः पटात् पृथक् इत्यादिषु भेदः एव विषयः न तु पृथक्त्वम् इति सर्वेषाम् अङ्गीकारः अस्ति. किमर्थं किमर्थम् इत्युक्ते भेदः अथवा अन्योन्याभावः गुणेषु अपि वर्तते, अपि च पृथक्त्वमिति गुणः गुणे न वर्तते इति कृत्वा भेदः एव सर्वत्र अस्ति. भेदः एव पृथक्त्वावगाहि प्रत्ययैः विषयीकृतः इति नवीनाः वदन्ति. स्थितिबुद्धं वा एतावता? भगिनी, तत्र द्वितीयवाक्ये गुणे गुणान् गुण अनङ्गीकारेण तत्र पृथक्त्वं नास्ति, परन्तु भेदः एव अवगम्यते इति अस्ति. परन्तु प्रथमवाक्यं यदस्ति रूपादौ रसादिप्रतियोगिकभेदः, तत्रापि गुणस्य विषये एव अस्ति किल, रूपः अपि रसः. अस्तु अस्तु अस्तु, गुणस्य विषये एव अस्ति, परन्तु प्रथमवाक्ये वदन्ति यत् गुणे अभावः अस्ति, रसादिप्रतियोगिकभेदः गुणे अस्ति रूपे इति. द्वितीयवाक्ये वदन्ति यत् पृथक्त्वम् इति गुणः गुणेषु न अस्ति इति. अस्तु, तर्हि तर्हि द्वयोः तत्र प्रथमवाक्यम् अभावः अस्ति इति, अतः रूपः रसः न, अपि च द्वितीयवाक्यं तत्र तत्र अतः भेदः अस्ति किन्तु गुणे गुण नास्ति, सो तस्य अतः विकल्पः रूपे वा न रसे नास्ति. अस्तु, आवश्यकता एव नास्ति, भेदमेव निर्दिशति. भेदः अस्ति इति पर्याप्तं भिन्नता प्रदर्शयितुं पृथक् अस्ति गुणादौ इति तेषां मतः, तेषां मतमस्ति इति नूतननैयायिकानां मतम्. अथवा रूपं रसात् पृथक् इति कदापि न उच्यते. यद्यपि तथा उच्यते, रूपं रसात् पृथक् इति यद्यपि उच्यते, तथापि तेन वाक्येन रसस्य अन्योन्याभावः निर्दिष्टः, न तु पृथक्त्वम् इति. बुद्धं वा गोपालमहोदय? अस्तु, तर्हि माला भगिनी अग्रे पठति वा? भगिनी, अनिर्वाहात् इति पदस्य अर्थः कः? अनिर्वाहात् गोपालमहोदय किमपि उक्तवान्? अनिर्वाहति इति वा? अनिर्वाहात् अनिर्वाहात् इत्युक्ते रसः इत्यादि प्रतीते प्रतीतेः अनिर्वाहात् प्रतीतेः अनिर्वाहात् पृथक्त्वेन इत्यादि प्रतीतेः अनिर्वाहात् पृथक्त्वेन रूपं न रसः इत्यादि प्रतीतिः प्रतीतयः निरर्थकः भवति, तस्य निर्वाहः न भवति पृथक्त्वेन. अनिर्वाहात् निरर्थकः अर्थः तादृशसाक्षात् साक्षात् अर्थः नास्ति, निर्वाहः न भवति. धन्यवादः. इत्युक्ते तत्र साधितं न भवति रूपं न रसः इति पृथक्त्वेन पृथक् रूपं न रसः इत्यस्मिन् पृथक्त्वम् अस्ति इति साधितं न भवति इति. भगिनि तत्र प्रत्ययः इत्युक्ते ज्ञानं, प्रतीतिः इत्यपि तदेव अस्ति वा? सत्यं तदेव अस्ति. प्रत्ययः, प्रतीतिः इत्यादिकं ज्ञानम्. अस्तु, माला भगिनी अग्रे पठति वा? आम्. यत्तु भेदस्थले प्रतियोगि अनियोगिवाचकपदयोः प्रथमाविभक्तिः, पृथक्तस्थले तु अवधिवाचकपदात् पञ्चमी, आश्रयवाचकपदात् च प्रथमा इति पदार्थयोः भेदसाधकं क्वचिद् उक्तम्. अग्रे पठामि वा? अवश्यं भगिनि, पूर्णं परिच्छेदं पठतु एकवारम्. अस्तु. तत्तु प्रक्रिया मात्रं, घटात् अन्यः पटः, भिन्नः पटः इत्यादि प्रयोगनिर्वाहाय न पदसम पदसमभिव्याहारे एव तादृशविभक्तिनियमस्य उपयोगात् पटभेदस्य अर्थभेदे अप्रयोजकत्वाच्च द्वितीया साकाङ्क्षत्वात् यततेस्तु तदभावात् आद्येन कर्मसापेक्षकृतेः द्वितीयेन कर्मनिरपेक्षकृतेः अर्थान्तरस्य वा बोधः इत्यस्यापि स्वीकारापत्तेः. अस्तु, इदानीं प्रारम्भः पुनः. अनेकानि कठिनानि शब्दानि शब्दाः सन्ति अत्र. अस्तु. यत्तु भेदस्थले प्रतियोगि अनियोगिवाचकपदयोः प्रथमाविभक्तिः, पृथक्त्वस्थले तु अवधिवाचकपदात् पञ्चमी, आश्रयवाचकपदाच्च प्रथमा इति पदार्थयोः भेदसाधकं क्वचिद् उक्तम्. भेदस्थले यथा अन्योन्याभावः वदामः, तस्मिन् स्थले प्रतियोगिवाचकपदस्य प्रथमा विभक्तिः, अनियोगिवाचकपदस्य अपि प्रथमा विभक्तिः भवति. परन्तु पृथक्त्वस्थले अवधिवाचकपदात् पञ्चमी, अवधिवाचकपदात् इत्युक्ते अनियोगी, अनियोगी यत्र अनियोगिशब्दस्य पञ्चमी विभक्तिः भवति. अत्र अत्र घटः पटात् पृथक् अथवा रूपं घटः पटात् पृथक् इत्यस्मिन् अनियोगी प्रतियोगी इति किमपि न भवति, यतोहि एतावता यदुक्तं पृथक् इत्यनेन पृथक्त्वम् अवगाहते. केवल हा, तर्हि तत्र प्रतियोगी अनुयोगी इति न, केवल अवधिवाचकपदम् इति अस्ति. घटः पटात् पृथक् इत्यस्मिन् पटः अवधिभूतः. वृक्षात् फलं पतति इति यदा वदामः, वृक्षस्य अवधिः भूत्वा फलम् इति पदम् आगच्छति खलु, तदर्थम् अवधिवाचकपदस्य पदात् पञ्चमी. तावदेव अस्ति, अनुयोगी प्रतियोगी इति विषयः नास्ति पृथक्त्वस्थले. अस्तु, तर्हि घटः पटात् भिन्नः, तत्र पटः अवधिवाचकः. हा, अस्तु, इति अग्रे चर्चयामः. परन्तु एतावता किम् उपस्थापितं, प्रथमं यद् उक्तवती भवती तत् साधु. किम् उक्तवती भेदस्थले? प्रतियोगी अनियोगिवाचकपदस्य प्रथमा विभक्तिः भवति. पृथक्त्वस्थले तथा नास्ति, अवधिवाचकपदस्य पञ्चमी, आश्रयवाचकपदश्च पदाच्च प्रथमा भवति इति पदार्थयोः भेदसाधकं क्वचिद् उक्तं. तत्र भेदः अस्ति इति वदन्ति. आश्रयवाचकपदा च प्रथमा, कस्य आश्रयः? पृथक्त्वं यत्र अस्ति घटे पृथक्त्वम् अस्ति. घटः पटात् पृथक् इत्युक्ते घटे पृथक्त्वम् आश्रयवाचकपदमस्ति घटः. आश्रयवाचक यतोहि घटः इति पृथक्त्वस्य आश्रयः. पटः अवधिवाचकपदं भवति. अस्तु, समीचीनम्. अग्रिमवाक्यं किम् अस्ति? तत्तु प्रक्रिया मात्रम्. न अवगतं भगिनि. तत्तु प्रक्रिया मात्रम् इत्युक्ते वाक्यस्य सिद्ध्यर्थम् इति. प्रक्रिया इत्युक्ते सोपानानि सन्ति खलु किमपि कार्यं कर्तुं, तत्र काचित् प्रक्रिया भवति. तादृशी प्रक्रिया वाक्यस्य सिद्ध्यर्थमपि भवति. अनया प्रक्रियया अर्थः न सिद्ध्यति, केवलं वाक्यं सिद्ध्यति इति. ओहोहो, वाक्यमेव सिद्ध्यति. अस्तु, कया प्रक्रियया? एतादृशी प्रक्रियया प्रथमा विभक्ति अथवा पञ्चमीभावस्थले तथा भवति. अपि च पृथक्त्वस्थले पञ्चमी पञ्चमी प्रथमा विभक्तिः भवति तथा खलु. हा, इति केवलं व्याकरणदृष्ट्या वाक्यं साधयितुं प्रक्रियार्थम् एव. अनेन अर्थः न सिद्ध्यति इति. एतावता किम् अभवत्? घटः पटः न इति कृत्वा वयं वदन्तः स्मः खलु, प्रतियोगी भिन्नः, प्रतियोगी अनुयोगिनोः प्रथमा विभक्ति. परन्तु पृथक्त्वस्थले एकस्य पञ्चमी अपरस्य प्रथम इति वदन्तः स्मः खलु. एतावता एतावत् पर्यन्तं तथा आसीत् अवगमनं. किन्तु अधुना वदति ग्रन्थकारः यद् एतावत्पर्यन्तं यद् उक्तं तत् सर्वं वाक्यशैली आधारीकृत्य यदुक्तं तत्सर्वं प्रक्रियामात्रम्. एतावत्पर्यन्तं प्राचीनानां मतमासीत् अनुयोगी प्रतियोगी वाचकपदस्य प्रथमा, पृथक्त्वस्थले एकस्य पञ्चमी इत्यादिकं. नवीनन्यायिकाः वदन्ति एतत् सर्वं केवलं प्रक्रियामात्रं, वाक्यस्य सिद्ध्यर्थं न तु अर्थस्य सिद्ध्यर्थम् इति. अस्तु, इदानीं गोपालमहोदय भवान् एव स्वस्य वाक्यैः वदतु. यत्र भेदस्थले किं भेदस्थले तत्र प्रतियोगी अनियोगी द्वयोः प्रतियोगी अस्ति, प्रतियोगी अनियोगिद्वयमपि प्रथमाव्यक्तौ स्तः. परन्तु यत्र घटः पटात् पृथक् इति वाक्यम् अस्ति चेत् अत्र अनियोगी प्रतियोगी सौन् ऐ मीन् तत्र कुत्रापि नास्ति. पटः अवधिवाचकम् इति उच्यते, घटः आश्रयवाचकपदं तत्र. परन्तु यत्र घटः पठो न अथवा घटः पटात् पृथक् समान अर्थमेव इति तदेव प्रक्रियमात्रम् इति उच्यते इति मम. समीचीनं महोदय, तथैव अस्ति. तर्हि नव्यन्यायिकाः वदन्ति केवलं वाक्यस्य शैलीं दृष्ट्वा, वाक्यशैल्यां भेदः अस्ति इति दृष्ट्वा भेदः भिन्नः, पृथक्त्वं भिन्नम् इति न वक्तुं शक्नुमः. तादृशवाक्यशैल्यां भिन्नता केवलं प्रक्रियामात्रम् इति. इति यद् महोदयेन अपि समीचीनतया उक्तं. पृथक्त्वस्थले अवधिवाचकस्य पञ्चमी, आश्रयवाचकस्य नाम पृथक्त्वस्य आश्रयवाचकपदस्य प्रथमा, भेदस्थले प्रतियोगी अनुयोगी इति विषयः आयाति अभावस्थले खलु, तदा उभयोः प्रतियोगी अनुयोगिनोः प्रथमा विभक्ति. एतत् सर्वं व्याकरणदृष्ट्या एव परिशीलनीयं भवति, अर्थस्य साधनार्थं न इति. नवीननायायिकाः वदन्ति इति बुद्धं वा? ते किं साधयितुम् इच्छन्ति इत्युक्ते, प्राचीनाः यद् उक्तवन्तः वाक्यस्य शैलीं स्वीकृत्य अत्र भेदः अस्ति, भेदं भिन्नं, भिन्नः, पृथक्त्वं भिन्नम् इति वाक्यशैलीं दृष्ट्वा उक्तवन्तः प्राचीनाः, तथा नास्ति इति साधयितुम् इच्छन्ति नवीनाः. तदर्थं ते उक्तवन्तः एतत् सर्वं तु प्रक्रिया मात्रम् इति. अस्तु, सरला भगिनी अग्रे पठति वा? आं भगिनि. घटात् अन्यः पटः, भिन्न पट इत्यादि प्रयोगनिर्वाहाय नच् पदसं नै पदसमभिव्यवहारे एव तादृशविभक्तिनियमस्य उपयोगात्. यदि अत्र घटात् अन्यः पटः एतत् केवलं व्याकरणदृष्ट्या पृथक्त्वं भिन्नरीत्या प्राचीना वदति. घटात् इति अवधिवाचकशब्दः, पटः अत्र आशयवाचकशब्दः अस्ति, अत्र पृथक्त्वं दृश्यते. भिन्नः पटः इत्यादि प्रयोगनिर्वाह नै एतत् अहं न अवगच्छामि भगिनि. न पदसं व्यहारे नास्ति, चिन्ता नास्ति. इदानीं घटात् अन्यः पटः इत्यस्मिन् पञ्चमी दृश्यते वा? आम्, घटात् पञ्चमी. अस्तु, तर्हि प्रश्नः उदेति, घटात् इति पञ्चमी इत्युक्ते अवधिवाचकपदम्. अवधिवाचकम्. तत्र प्रथमा विभक्तियुक्तपदं किं? पटः. पटः, पटः किं स्यात्? आशयवाचकपदः इति प्राचीनानाम् अनुगुणम्. अस्तु, तर्हि इदानीं वदतु, घटात् अन्यः पटः, पटः आश्रयं स्यात् पृथक्त्वस्य खलु प्राचीनानां मतानुसारम्. अस्मिन् वाक्ये घटात् अन्यः पटः इत्यस्मिन् पृथक् पदं दृश्यते वा? पृथक् पदं न दृश्यते, किन्तु हा, इत्येव ते वदन्ति, इत्येव साधयितुम् इच्छन्ति. ते वदन्ति यत् केवलं पञ्चमीविभक्ति अथवा प्रथमाविभक्ति दृष्ट्वा अत्र पृथक्त्वम् अवगाहते इति न वक्तुं शक्नुमः इति. बुद्धम्? अस्तु, तथैव घटात् भिन्नः पटः इत्यस्मिन् कीदृशी स्थितिः अस्ति? पुनः वदतु, घटात् भिन्नः पटः एतदृशी, पटः घटात् भिन्ना अस्ति, भेदं दृश्यते, अनोन्याभावः दृश्यते अत्र. न तु पृथक्त्वं खलु? न तु पृथक्त्वं. यद्यपि एकं पञ्चमी विभक्ति, एकस्य पञ्चमी अपरस्य प्रथमा, तथापि एकसमान अर्थं दृश्यते द्वे वाक्ये. द्वयोः अपि भेदः एव विषयः, भेदः एव दृश्यते. अस्तु, इदानीं पूर्णवाक्यं पठतु. घटात् अन्यः पटः, भिन्नः पटः इत्यादि प्रयोगनिवारहाय नट्पद्व्यवहारे एव तादृशविभक्तिनियमस्य उपयोगात्. अतः व्याकरणे विभक्ति उपयुज्य वयं अनोन्याभाव पृथक् पृथक् पृथक् भाव एतत् द्वे प्राचीना विभक्ति युज्य तस्य भेदं दृश्यते. अस्तु, अर्थम् एकं समान अस्ति, किन्तु व्याकरणे एतत् भिन्नरीत्या वदते. हा, यद्यपि व्याकरणरीत्या पृथक्त्वम् अवगाहते इति स्यात्, तथापि घटात् अन्यः पटः, भिन्नः पटः इत्यादि प्रयोगनिर्वाहाय नैपद समभिव्याहारे एव तादृशविभक्तिनियमस्य उपयोगात्. यः नियमः उक्तः प्रतियोगी अनयोगीवाचकपदस्य प्रथमा अपरस्य पञ्चमा अपि च प्रथमा इति यः उक्तः नियमः, सः नियमः यत्र नै इत्यस्य उच्चारः भवति, नै इत्युक्ते न इत्यस्य उच्चारः भवति, तादृशस्थलेषु एव एषः नियमः उपयुक्तः भवति, नो चेत् न. नै पद समभिव्याहारे इत्युक्ते नै पदस्य उच्चारः इति. अवगतं वा? यतोहि अत्र घटात् अन्यः पटः इति अपि भेदं प्रदर्शयति. यद्यपि नञ् पदः न दृश्यते, घटः अन्यः पटः इत्यस्मिन् न इति कुत्रापि दृश्यते वा? नास्ति. यद्यपि नञ् पद उच्चारितः नास्ति, तथापि भेदः एव विषयः. घटात् अन्यः पटः, घटात् भिन्नः पटः इत्यादि प्रयोगनिर्वहणे निर्वाहाय नञ् पद समभिव्याहारे एव तादृशविभक्तिनियमस्य उपयोगात्. उपरितननियमः केवलं तत्र उपयुक्तः भवति यत्र नञ् इति उच्चारः भवति, प्रथमाविभक्तिनियमः. नो चेत् न. घटः पटो न इति एव अर्थः भवति. घटः पटः न. हा सत्यं, घटः पटः न इत्येव अर्थः भवति, घटात् अन्यः पटः इति. उत्तमं वा? आं भगिनि. तर्हि पृथक्त्वम् इति पुनः न दृश्यते इति सत्यं सत्यं. ते वारं वारं साधयितुम् इच्छन्ति, केवलं प्रक्रियामात्रं तादृशः नियमः आसीत्. अपि च तादृशः नियमः सर्वत्र न उपयुक्तः भवति, केवलं नञ् पदसमभिव्याहारे उच्चारणे एव तादृशनियमस्य उपयोगः भवति इत्यादिकम् उक्त्वा वारं वारं साधयितुम् इच्छन्ति यत् पृथक्त्वम् इति भिन्नः भिन्नं किमपि नास्ति, भेदः एव सर्वत्र इति. अवगतम्? आं भगिनि. तर्हि पृथक्त्वम् इति गुणः उदाहरणरूपेण स्वीकुर्मः चेत् घटद्वयम् अस्ति, एकः लघु अस्ति, अन्यः किञ्चित् बृहत् अस्ति, द्वयोः मध्ये पृथक्त्वम् इति गुणः अस्ति इति साधयितुं शक्नुमः वा? तदेव भेदः इति ते वदन्ति खलु. आवश्यकता वे अपि न पृथक्त्वम् इति उपयोगस्य आवश्यकता. हा इत्येव तेषां वदनं भगिनि. पृथक्त्वम् इति पृथक् गुणस्य आवश्यकता नास्ति, भेदः इति पर्याप्तं. घटः घटः पटः न, घटः पटाद् भिन्नः इत्यादि. किन्तु भवत्याः प्रश्नः भिन्नः, अहम् अवगच्छामि. एकः लघुघटः, अपरः बृहान् घटः. अयं घटः अपरस्मात् पृथक् इति वक्तुम् इच्छति खलु? हा तत्रापि तत्रापि नवीनन्यायिकानाम् अनुगुणं मतानुगुणं चिन्तयति चेत् लघुघटः बृहद्घटः न इति उक्त्वा भेदं दर्शयितुं शक्नुवन्ति ते. इति तेषां नवीनानां चिन्तनं. परन्तु प्राचीनानां चिन्तनं तथा नास्ति, पृथक्त्वम् इति अस्ति इति ते वदन्ति. अस्तु, तर्हि नवीनाः उक्तवन्तः यद् एतादृशविभक्तिनियमाः केवलं नञ् पदयुक्तवाक्येषु एव भवति. अपि च ते वदन्ति यदा घटः बृहत् अस्ति अथवा लघु अस्ति, तत्र परिमाणव्यवहारः अस्ति वा अथवा? अवश्यम् अवश्यम् अवश्यं महोदय. लघुः घटः अथवा बृहान् घटः इति परिमाणस्य विषयः, तत्तु सत्यम्. परन्तु भगिन्याः प्रश्नः आसीत् लघुघटः अपि च बृहान् घटः तयोः मध्ये भेदः अस्ति खलु इति. तत्र भेदसाधनार्थं पृथक्त्वम् आवश्यकं वा इति भगिन्याः प्रश्नः. प्राचीनाः वदन्ति पृथक्त्वं तु अस्ति उभयोः घटयोः इति, नवीनाः वदन्ति तद् न आवश्यकं, लघुघटः न बृहद्घटः, बृहान् घटः अथवा लघुघटात् अन्यः बृहान् घटः इति तादृशम् उक्त्वा भिन्नतां प्रदर्शयितुं शक्नुवन्ति इति. अस्तु भगिनी, एकः प्रश्नः अस्ति. एतत् पदस्य पृथक् पृथक् पदं वदति वा नञ् पदसमभिव्याहारे? अस्तु, नञ् पद तु जानाति, नञ् इति अव्ययपदं खलु, न इति अवशिष्यते. नञ् पदस्य मया दृष्टं शब्दकोशे अभिव्याहारः इत्युक्ते उच्चारः इति. अस्तु, तेन सह सम् इति उपसर्गः योजितः, समभिव्याहारे इति साधितं. नैपदस्य समभिव्याहारे इत्युक्ते नैपदस्य उच्चारे इति, अथवा नैपदस्य उच्चारणे इति. अस्तु अस्तु, वर्धिनी भगिनी अग्रे पठति वा पदभेदस्य? आं भगिनि, पदभेदस्य अर्थभेदे अप्रयोजकत्वाच्च द्वितीयकाङ्क्षत्वात् यततेऽस्तु तदभावात् आद्येन कर्मसापेक्षकृतेः द्वितीयेन कर्मनिरपेक्षकृतेः अर्धान्तरस्य वा बोधः इत्यस्यापि स्वीकार आपत्तेः. पदभेदस्य अर्थभेदे अप्रयोजकत्वात् तर्हि पदभेदस्य अर्थभेदे अप्रयोजकत्वात् अर्थभेदं न सिद्ध्यति. हा हा, केन अर्थभेदः न सिद्ध्यति? वाक्यमेव सिद्ध्यति. सत्यं सत्यं, पदभेदेन वाक्यमेव सिद्ध्यति, अर्थभेदः न कदापि सिद्ध्यति इति. अस्तु, तदर्थमेव तत्तु प्रक्रियामात्रम् इति नव्यैः उक्तं. तदुक्त्वा इदानीं कारणानि ददति ते. द्वितीय असाकाङ्क्षत्वात् एततेस्तु यततेस्तु तदभावात् द्वितीय असाकाङ्क्षत्वात् यतते क्रियः, क्रियः इत्युक्ते किं? क्रियः इत्युक्ते डुक्रुन् इति धातुः अस्ति खलु, करोति इत्यस्य धातुः. सः धातुः सकर्मकः वा अकर्मकः वा इति वदति? सकर्मकः, बालकः कार्यं करोति इति, कार्यम् इति तत्र कर्मपदं. कर्मपदस्य का विभक्तिः सर्वदा? द्वितीया विभक्तिः. तदर्थमेव अत्र उक्तं क्रियः अथवा कृ धातोः द्वितीया साकाङ्क्षत्वात्, नाम कृ धातुः सर्वदा कर्मपदम् अपेक्षते. अस्तु, पुनः अग्रे किम् अस्ति भगिनि? यतति, यतते, तस्य धातुः कः क्रियापदस्य? यत् धातुः, यत् धातुः अकर्मकः वा समकर्मकः वा? अकर्मकः खलु. यथा क्रियः द्वितीया साकाङ्क्षत्वम् अस्ति, तथा यत् धातोः तादृश आकाङ्क्षा नास्ति, आकाङ्क्षायाः अभावः तदाभावात्. यतते इत्युक्ते यत्नं करोति, प्रयत्नं करोति. न्यायशास्त्रे कृतिः अपि च यत्नः इति समानार्थकपदं समानार्थकपदे इति मनसि निधाय अग्रे पठतु इदानीं। श्रयोगभेदः अस्ति चेदपि समानार्थकं। हा हा समीचीनं भगिनि। प्रयोगभेदः अस्ति वाक्ये परन्तु समानार्थकपदे स्तः। अस्तु अग्रे। आद्येन कर्मसापेक्षकृतेः द्वितीयेन कर्मनिरपेक्षकृतेः अर्धान्तरस्य वा बोधः इत्यस्य अपि स्वीकारापत्तेः आद्येन कर्मसापेक्षकृतेः द्वितीयेन कर्मनिरपेक्षकृतेः आद्येन इत्युक्ते केन? धातोः कृन्धातुना कृन्धातुना कर्मसापेक्षकृतेः कृतिः उभयोः कृधातुतः यद् निष्पन्नं भवति पदम् अथवा यत् धातुतः यद् निष्पन्नं भवति पदं तस्य समानार्थः कृतिः इति। किन्तु आद्येन किम् अपेक्षितम्? आद्येन कर्मसापेक्षकृतेः द्वितीयेन कर्मनिरपेक्षकृतेः इति बुद्धं स्यात् भगिनी। तत्र किञ्चित् कर्मस अपेक्ष कर्म तत्र विभक्ति कर्मस तत्र कर्मसापेक्ष इति पदं वा कर्मसापेक्षकृतिः कर्मसापेक्ष निरपेक्ष सापेक्ष कर्मनिरपेक्ष कर्मसापेक्ष तर्हि प्रथमस्य कृधातुना कर्म अपेक्षते अपेक्षते तर्हि कर्मसापेक्षकृतिः सूचयति कृधातुः यत् धातुः किं सूचयति कर्म निरपेक्षकृतेः कर्मनिरपेक्षकृतिः। अस्तु इदानीम् अग्रे पठतु। किं भगिनि कृतिः? कृतिः इत्युक्ते कार्यं तावदेव। अस्तु अस्तु समानार्थकमस्ति कृत्वा यत्वा कृतिः इति अर्थः परन्तु एकस्य कर्मसापेक्षकृतिः अपरस्य कर्मनिरपेक्षकृतिः। कर्म साधनकृति कर्म कर्म असाधनकृति इति अर्थं वा तथा एव अर्धान्तरस्य वा बोधः इत्य अस्यापि स्वीकार आपत्तेः अर्धान्तरस्य वा नाम अत्र यद् अत्र केवलं वाक्यं दृष्ट्वा केवलं वाक्यं दृष्ट्वा एकस्य कर्मसापेक्षता अपरस्य कर्मनिरपेक्षता इति वाक्येन अवगम्य तयोः मध्ये अर्थः अर्थान्तरः अथवा अर्थस्य भेदः अस्ति इति न स्वीकर्तुं शक्नुमः इत्येव स्वीकारापत्तिः। आपत्तिः इत्युक्ते दोषः। यदि वयं धातूनाम् अथवा क्रियापदानां वाक्ये प्रयोगं दृष्ट्वा अर्थभेदः अस्ति इति स्वीकुर्मश्चेत् तत्र स्वीकारे दोषः भवति आपत्तिः भवति इति बुद्धं वा? इदं केवलम् उदाहरणत्वेन दत्तम्। अयं सूचयितुं यत् केवलं व्याकरणरीत्या प्रथमाविभक्तिं दृष्ट्वा भेदः अथवा पञ्चमीविभक्तिं दृष्ट्वा पृथक् इति न वक्तुं शक्नुमः तदापि स्वीकारापत्तिः भवति दोषः भवति। अर्थभेदः नास्ति तत्र केवलं प्रक्रियाभेदः अस्ति इत्यस्य सम्मतीकरणार्थम् अपरम् उदाहरणं दत्तं कृधातोः यत् धातोः च। इति सर्वैः बुद्धं वा? गोपालमहोदय प्रश्नः आसीत् किं? न न स्पष्टमस्ति। अस्तु तर्हि एतावता किं पठितम् इति कोऽपि सारांशरूपेण वदति वा? नवीननायिकानां मतं किम् इति? नवीननायिकानां मतं पृथक्त्वम् इति आवश्यकता अपि नास्ति. यद्यपि अत्र पञ्चमीविभक्ति भवति वा अथवा नञ् पदसमव्यवहारे वा किमपि भवतु, तत्र केवलं प्रक्रिया मात्रमेव, परन्तु भेदः एव सूचयति. तस्मात् पृथक्त्वम् इति भेददर्शनार्थं पृथक्त्वम् इति गुणस्य आवश्यकता नास्ति. समीचीनं. भेदस्य दर्शनार्थं पृथक्त्वम् इति गुणः न अपेक्षितं. तत्र पृथक्त्वम् इत्युक्ते भेदः एव इति नवीननयायिकानां मतम् अस्तु इति अद्यतनविषयः आसीत्. कोऽपि प्रश्नः अस्ति वा अथवा अन्यत् किमपि चिन्तनम् अस्मिन् विचारे? परन्तु एतावता आक्षेपस्य निरासः न सत्यम्. आक्षेपस्य निवारणं न कृतम्. एतत् सर्वं पठित्वा वयं केवलं नवीननयायिकानां मतं ज्ञातवन्तः. तावदेव. प्राचीननयायिकानां मतात् भिन्नः अस्ति अयं मतम् इदं मतम् इति ज्ञातवन्तः. तावदेव. तर्हि भगिनि नव्याः क्षमतां नव्याः यद् वदन्ति तत्र भेदः एव भेदस्य एव वयं प्रयोगं कृत्वा पृथक्त्वम् इत्यस्य आवश्यकता नास्ति. तर्हि पृथक्त्वम् इति गुणस्य एव आवश्यकता नास्ति. चतुर्विंशतिगुणेषु त्रयोविंशतिः एव गुणाः इति वदन्ति वा ते सर्वम्? इति स्यात् इति ते वदन्ति. तस्य चर्चा अग्रे भवति. तर्हि भेदः एव पृथक्त्वम् इति चेत् अन्यतमः गुणः किमर्थं स्यात् पृथक्त्वम् इति? तदर्थं प्राचीननयायिकायाः मतमपि सिद्ध्यते वा? प्रश्नः कः भगिनि? प्राचीनानां मतं सिद्ध्यते वा? मतं किं? प्राचीनानां मतं समीचीनम् अस्ति न वा इति वा? समीचीनम् अस्तु. अत्र केवलं मतभेदः अस्ति इति प्रदर्शितम्. अन्ततो गत्वा कस्य मतं स्वीकरणीयम् इति अग्रिमः विषयः अस्ति. अस्तु. तर्हि अन्य कोऽपि प्रश्नः नास्ति चेत् विरमामः. शुभरात्रिः. धन्यवादः. धन्यवादः.